पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 162 महादेव उवाच तदो गच्छेत्तथा देवि तीर्थं कापोतिकं पुनः यत्र साभ्रमदीतोऽयं प्राचीनं सम्प्रवर्तते पिण्डं ददाति यस्तत्र पितृतर्पणपूर्वकं वह्न्यै फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि काकादिभ्यश्च स्वादिभ्यो बलिं सन्ददते तु यः यमस्य पन्थानं सोऽपि ससुखं निस्तरेन्नरः तत्र तीर्थे नरस्नात्वा वैशाख्यां गौरसर्षपैः पूजयेद्देवमीशानं प्राचीनेश्वरमुत्तमम् आत्मानं तारयेत्सोऽध पितृनथपितामहान् कपोदो यत्र चात्मानं दत्त्वा चादिधये मुदा स्तुतो देवगणैः सर्वैर्विमानेन दिवं गदैः तदा प्रभृति तत्तीर्थं कपोदमिति विश्रुतं तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति पार्वत्युवाच कपोतेन कथं दत्तं शरीरं च वद प्रभो निमित्तं किं तथा देव नाहं वेत्मि सुरेश्वर महादेव उवाच अत्र तीर्थेदि देवेशि वटो वै परमो महान् तस्य शाखा ह्यनन्ताश्च दृश्यन्ते विपुला भुवि तत्र जीवा वसन्तीह पक्षिणो बहवस्तथा कपोतेन गृहं तत्र कारितं तु सुरेश्वरि तत्र तिष्ठति पक्षीशो नित्यं विष्णुपरायणः कुटुम्बेन समायुक्तो शाखायां वसति ध्रुवम् एकस्मिन् वासरे देवि द्वादश्यां विष्णुवासरे ह्येनस्तत्र समायादो ह्यतिथित्वेन भामिनि कपोदभो देहि मांसं तव शारीरकं मम नो चेच्छापं प्रदास्यामि इत्युक्तं नगनं दिनि अद्य वैवासरे विष्णोः क्षुधार्थोऽहं समागतः तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम प्रभो ह्येनोक्तं तत्तु वै श्रुत्वा कपोदो वैष्णवो महान् तेन दत्तं तदा देवि शरीरं नात्र संशयः तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे कापोतकं महत्तीर्थं पावनानां च पावनम् अत्र तीर्थे नरस्नात्वा कृत्वा वै शिवपूजनं ददाति चादिधिभ्यश्च मिष्ठमन्नं सुरोत्तमे इह लोके सुखं भुक्त्वा यादि विष्णोः सनातनं दत्त्वा वै स्वशरीरं तु कपोतोऽध महात्मने सगदो वैष्णवं तत्र यावच्चन्द्रदिवाकरौ अधो गत्वा दुभो देवि अधितिं पूजयेत् सदा पूजिते चादिधौ तत्र सर्वं च लभते ध्रुवम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कपोततीर्थं नाम 260 अधिकशततमोऽध्यायः ॐ